नमस्कारः. लृङ्लकारः इति करपत्रम् अनुवर्तते. एकवारं पुनःस्मरणं कृत्वा आरम्भं कुर्मः. अस्माकं हरि ओम्. अस्माकं विषयः अस्ति लृङ्लकारः, किन्तु लृङ् लकार इति अवगम अना अग्रे लिङ्ग्लकारस्य अवगमनं भवेत् इत्यस्य वयं पठितवन्तः. हेतुमतो लिङ् इति सूत्रम् अनेन इति हेतु च हेतुमान् यत् कार्यकारणभावः अस्ति तत्र लिङ्ग्लकारस्य उपयोगः भवति. यत्र लिङ्ग्लकारस्य उपयोगः नास्ति तत्र लिट् लकारः भवति इति अस्ति. किन्तु लिङ्ग्लकारकृते सूत्रमस्ति लिङ् निमित्ते लिङ् क्रियातिपत्तौ इत्युक्ते किम् इत्युक्ते क्रियातिपत्तौ पत्ति इत्युक्ते कार्यस्य असफलता इत्युक्ते यदि हेतु मतो इति अस्ति दृश्यते कार्यकारणभावः अपि अस्ति विषय, किन्तु तत्र असफलता अभवत् अतः तत्र लिङ्लकारस्य उपयोगः भवति. सो यत् लिङ्लकारस्य उपयोगः भवति लिङ् निमित्ते तु केवलं हेतुमतो भवे कारणक्रियाभाव इति भवेत् इति नास्ति, किन्तु लिङ्निमित्तं यत्र कुत्र अपि अस्ति तत्र क्रियातिपत्ति यदि अस्ति तत्र लिङ्लकारस्य उपयोगः भवितुं शक्नोति. तो इति अनुवृत्तिसूत्रमस्ति लिङ्निमित्ते भविष्यति धातो लिङ् प्रत्यय परस्य क्रियातिपत्तौ. तो इति भविष्यत् अर्थे इति सूत्रमस्ति. भविष्यत् अर्थे सदा नित्यं लिङ्लकारस्य उपयोगः भवति. अग्रे आगच्छति भूते च इत्युक्ते लिङ्निमित्तम् अस्ति क्रियातिपत्ति अस्ति अपि हेतुमद्भाव भवेत् लिङ्निमित्तम् इति आवश्यकमस्ति. हेतुमद्भाव अस्ति क्रियातिपत्ति अस्ति किन्तु भूतकालार्थे अस्ति. तत्र यत् लिङ्लकारस्य उपयोगः भवति किन्तु कदा विकल्पेन लिङ्लकारः भवेत् कदा नित्यं भवेत् तस्य आधारः भवति वोत्ताप्यो इति सूत्रम्. वोत्याप्यो यत् सूत्रमस्ति तस्य सूत्रसङ्ख्या अस्ति तृतीयाध्याये तृतीयपादे एकशतं सूत्रं 141. तो इति सूत्रेण किम् अस्ति तस्य अधिकारः भवति 151 पर्यन्तम् इत्युक्ते उत्ताप्यो समर्थयो लिङ् तस्य सूत्रसङ्ख्या 333152. तस्मात् पूर्वं सूत्रपर्यन्तं भूताप्यो इत्यस्य प्रसक्तिः प्राप्तिः भवति. तत्र किमस्ति यत्र लिङ्निमित्ते भूते च अस्ति क्रियातिपत्ति अस्ति तत्र लिङ्लकारस्य प्रयोग विकल्पेन भवति इति अस्ति. तु 331 पर्यन्तं यत्र कुत्रापि लिङ्निमित्तम् अस्ति क्रियातिपत्ति अस्ति तत्र भूते यत्र अस्ति तत्र विकल्पेन लिङ्लकारस्य प्रयोगः भवति, किन्तु भविष्यत्काले तु वयं जानीमः लिङ्निमित्ते क्रियातिपत्तौ लिङ् भवति तत्र भविष्यकाले नित्यं भवति. तदनन्तरं वयं दृष्टवन्तः गर्हायां लिट् अपि जात्वौ. अनेन सूत्रेण अत्र लिट् अपि यदि अपि जातु सति यत्तु उपपद सति गर्हाया विषये विषयम् अस्ति तत्र लट् लकारस्य उपयोगः भवति इति अपवाद अस्ति. सर्वे लकाराणाम् अपवादः अस्ति. अस्मिन् सूत्रे लिङ्लकारस्य प्रयोगः एव नास्ति केवलम् अनुवृत्ति कृते इति सूत्रं दत्तमस्ति अस्मिन् प्रकरणे. तु इति स्मर्तव्यं तु केवलम् अनुवृत्ति कृते इति अस्ति. गर्हायाम् अपि जातो धातो लट् प्रत्यय परश्च प्रत्ययपरश्च इति सर्वे सूत्रेषु तस्य अनुवृत्तिः अस्ति. तदनन्तरम् आगच्छति विभाषा कथं लिङ्क् च. अत्र विभाषा इति अस्ति, इट् मीन्स् विकल्पेन यत्र लिङ्क् नास्ति तत्र विकल्पेन अन्य लकाराणां प्रयोगः अस्ति. कथमि इति कथमि सप्तम्या विभक्त्याम् अस्ति इति उपपदविभक्ति उपपदसप्तमी भवति. कथमि कथम् उपपदे सति लिङ् निमित्ते लिङ् लकारस्य प्रयोगः भवति. यत्र भविष्यत्काले अस्ति तत्र नित्यं भवति, यत्र भूतकाल अस्ति तत्र वोतापि इत्यस्यपि प्रसक्तिः भवति, तत्र विकल्पेन भवति. अत्र विभाषा इत्यस्य अर्थम् अस्ति यत्र लिङ् निमित्तं नास्ति तत्र लङ् लोङ् लुट् लिट् इति लकारा अपि तेषां प्रयोगः भवति इति अर्थमस्ति अस्य सूत्रस्य. इति स्मर्तव्यं न केवलं लिङ् अपि अत्र पूर्वसूत्रात् लट् लकारस्य प्रयोगः अपि अस्ति गणायार्थे इति अस्ति. भगिनी किमपि अहं दोषं करोमि तद् वदतु सम्यक् वदतु भगिनी. किं वृत्ते लिङ् लिटौ, तदनन्तरं गढायाम् इति अस्ति, पुनः अत्र किं वृत्ते उपपदम् अस्ति, किं वृत्ते पुनः यत्रापि सप्तमी विभक्त्याम् अस्ति तो तत्र उपपदः भवति, तो लिङ् किं वृत्ते इति पदानि यत्र आगच्छति तत्रापि मध्ये मध्ये मध्ये ध्वनिः किञ्चित् तत्र अस्तु. तत्रापि क्रियातिपति यद्रि यदा अस्ति तत्र लिङ् निमित्तम् अस्ति, क्रियातिपति अस्ति, तस्य आदौ कः कतर कथम् इति पदानि प्रश्नवाचकपदानि आगच्छति. गढाया विषये तद् लिङ् भवति, लिङ् लकार वा लिट् लकारस्य प्रयोगः भवति, विकल्पेन लिङ् लिट् अपि यदि लिङ् भवति तत्र भविष्यत्काले नित्यं, भूतकाले विकल्पेन भवति वोतापि इति सूत्रस्य अस्ति करणे. तदनन्तरम् अस्ति अन्वक्लिप्ति अमर्षयो किं वृत्ति अपि. अत्र गरायाम् इति निवृत्ति भवति अस्मिन् सूत्रे नूतनविषयः आगच्छति. अन्वक्लिप्ति इति युक्ते असम्भावना, अमर्षयति असहना इति विषये यदि किं वृत्ति अस्ति वा नास्ति. अन्वक्लिप्ति अमर्षयोः किं वृत्ते अपि अस्ति, तत्र किं वृत्ति भवे वा न भवे तत्र अपि पूर्वसूत्रात् लिङ् लकार लिङ् क्षम्यतां लिङ् लकारस्य उपयोगः भवति वा लिट् लकारस्य उपयोगः भवति, भूते इति विकल्पेन भवति वोतापयोत्यस्य अनुवृत्तिः अस्ति, भविष्यकाले नित्यं भवति. तदनन्तरम् अस्ति किङ्कलास्तर् अर्थेषु लिट् लकार. इदानीम् अन्वक्लिप्ति अमर्षयो तस्य आगच्छति अनुवृत्ति, किन्तु किङ्कला अर्थे किङ्कला इत्युक्ते क्रोधम् अस्ति. यत्र किङ्कला इति पदस्य उपपदस्ति अस्ति यत्र अस्ति इत्युक्ते अस्ति विद्यते या भवति इति यदि तस्य विद्यमानम् अस्ति अस्ति भवति विद्यते एते पदानि प्रयुज्य किङ्कला अर्थेषु असम्भावना या असहनायाम् अर्थे अन्वक्लिप्ति अमर्षयो अर्थे लिट् लकारस्य प्रयोगः भवति. अस्मिन् सूत्रे पुनः लिङ् लकारस्य उपयोगः नास्ति, केवलं लिट् लकारस्य उपयोगम् अस्ति. अतः अत्र अपि लिङ्लकारस्य प्रयोगः न भवति इति स्मर्तव्यं. यथा लट् जातु अपि तत्र अस्ति, द्वितीयसूत्रमस्ति किङ्कलार्थेषु लिट्, तत्र लिङ्लकारस्य प्रयोगः नास्ति. अत्र लिङ्लकारस्य अपि लिङ् अपि न भवति, केवलम् अनुवृत्ति अर्थे सूत्रस्य प्रयोजनमस्ति अत्र. तदनन्तरमस्ति जातु यदो लिङ्, जातु यदो लिङ् जातु अपि यत् यत् इति पदद्वयं तेषां उपपदे सन्ति, एतयोः उपपदे सन्तिः निमित्तमस्ति. तत्र भगिनि मध्ये तत्र प्रायः भवत्याः हेड्सेट् दूरे गच्छति वा? न, इट् गोस् इन् अण्ड् औट्, अन्तर्षति. इदानीं श्रूयते? हा, इदानीं सम्यक्. ओके, अस्तु. सो जातु यदो इति उपपदद्वयम् अन्वक्लिप्ति अमर्षयो अर्थे जातु यदो अपि लिङ्निमित्तम् अस्ति, अपि क्रियातिपत्ति अस्ति, तत्र लिङ्गकारस्य प्रयोगः भवति. अपि अन्यवार्तिकम् अस्ति अत्र, यदा यद्यो उपसङ्ख्यानाम्, अत्र यदा यद्यो उपसङ्ख्यानां मीन्स् यदा यदि, चत्वार उपपदानि जातु यत् यदा यदि, एतेषां प्रयोगः भवति अन्वक्लिप्ति अमर्षयो अर्थे लिङ्निमित्तम् अस्ति, तत्र लिङ्लकारस्य उपयोगः भवति इति अपि वयं जानीमः. भविष्य अर्थे नित्यं, भूतकाल अर्थे विकल्पेन आगच्छति, भूताप्योच्यस्य प्रसक्तिः अस्ति. तदनन्तरमस्ति यच्च यत्रयो, अत्रापि अन्वक्लिप्ति अमर्षयो तस्य अनुवृत्तिः अस्ति, किन्तु यच्च यत्रयो इति अस्ति. अत्र यच्च इति यत् पदस्य चकारस्य चकारसहित सङ्घातम् अस्ति, तो यच् इति एकम् एव अव्ययम् इति प्रयुक्तम् अस्ति अत्र यच्च यत्र. तो यच्च यत्र एते उपपदे सत्याम् अन्वक्लिप्ति अमर्षयो अर्थे लिङ् निमित्तं यत्र अस्ति, क्रियातिपत्ति अस्ति, तत्र भूतकाल अर्थे लिङ् लकारस्य प्रयोगः विकल्पेन भवति, किन्तु भविष्यकाल अर्थे नित्यं भवति इति अस्ति यच्च यत्रयो. गर्हायां च, इदानीम् अस्मिन् सूत्रे इस्मात् सूत्रात् अन्वक्लिप्ति अमर्षयति अनुवृत्ति न भवति. इदानीं गर्हाया अर्थे यच्च यत्र तस्य पदं द्वयं यच्च यत्र तयोः अत्र अनुवृत्तिः अस्ति. तो गरायां यच्च यत्रयो धातो लिङ् प्रत्यय परश्च लिङ् निमित्ते भूते च वा लिङ् प्रातिपतो, केवलं विषयं भिन्नं भवति गरायार्थे, किन्तु यत्र यच्च यत्र अस्ति तत्र एव भवति. अत्र यदा यदि इति अपि तेषाम् अनुवृत्तिः इति अस्ति वा न भगिनि? यदा यदि जातु यदो, क्षम्यतां भगिनि, जातु यदो लिङ् इत्यस्मिन् आं खलु, यदा यदि इति लिङ् इत्यस्य अनुवृत्ति दत्तमस्ति केवलं, न तु जातु यदो, केवलं यच्च यत्र एव अस्ति, केवलं यच्च यत्र एव अस्ति अनुवृत्ति गराया अर्थे यच्च यत्र. उदाहरणमपि महोदय न दत्तवान् जातु यदो अर्थस्य, तु केवलं गराया अर्थे, कारणकि जातु इत्यस्य दत्तवान् खलु, परिकितं तस्मात् लिङ् इत्यस्य अनुवृत्ति दत्तमस्ति, न तु जातु यदो द्वयो अर्थ, केवलं यच्च यत्रयो. उदाहरणानि अपि केवलं यच्च यत्र तेषाम् अस्ति, कारणकि जातु यद् अस्ति तत्र लट् लकारः आगच्छति उपरि दत्तं, जातु अपि गरायां लट् अपि जातो तत्र तु इति गराया अर्थे यदि अत्र जातु न प्रयोक्तुमिति केवलं यच्च यत्र अग्रिमसूत्रस्य कृते वा न अस्मिन् सूत्रे अपि गरायां च केवलं यच्च यत्र कारणं कि उपरि तस्य जातु उपयोगे सति गराया अर्थे लट्लकारस्य प्रयोगः अस्ति तु तस्य प्रसक् अनुवृत्तिः न भवितुं शक्नोति जातु इत्यस्य साधु तु केवलं लिङ् इति यथा महोदय लिखितवान् केवलं लिङ् इत्यस्य अनुवृत्तिः अस्ति जातु यदो लिङ् अस्तु अस्तु भगिनि अस्तु तस्य तदनन्तरम् अति भिन्नविषयम् आगच्छति चित्रीकरणे च इदानीम् अन्वक्लिप्ति अमर्षयो इति समाप्तं भवति चित्रीकरणे च इत्यस्य यच्च यत्र तस्य अनुवृत्तिः अस्ति चित्रीकरणे मिन्ति आश्चर्यया इति अद्भुत अस्ति इति चित्रीकरणे यच्च यत्रयो लिङ् निमित्तं क्रियातिपत्ति अस्ति तत् लिङ् निमित्ते भूते च भोपताप्यो अत्यस्य नित्यं नास्ति किन्तु भविष्यकाले अस्य लिङ् नित्यं भवति चित्रीकरणे तदनन्तरम् अस्ति शेषे लृत् यतो यदौ शेषे लिङ् यदति तृतीयसूत्रमस्ति यस्मिन् लिङ् लकारस्य प्रयोगः नास्ति अस्मिन् प्रकरणे अत्र शेषे मीन्स् यत्र यच्च यत्र इति भिन्न अव्ययपदानि सन्ति लिट् अयदौ इति अस्ति अयदौ अपि शेषे मीन्स् लिट् यदौ अत्यस्य भिन्नं ये पदानि सन्ति अत्यन्ते पर्युदास उपयोगः अस्ति यच्च यत्र इति तत्र चित्रीकरणार्थे मीन्स् अद्भुत अर्थे लिट् लकारस्य प्रयोगः अस्ति अस्मिन् सूत्रे अपि लिङ् लकारस्य उपयोगः नास्ति अतः तत्र लिङ् लकारस्य प्रयोगः अपि न भवति अपि लिट् लकार इति अपवादत्वेन सर्वे लकारस्य अपवादम् अस्ति अस्ति शेषे लिट् अयदौ तदनन्तरम् अस्ति वयं पुनः पठामः उत्थाप्यो समर्थयो ले अस्तु भगिनि उत्थाप्यो अनन्तरं कामप्रदवनि कामप्रवेद अन्यः पठति वा भगिनी पठति वा अरुणा भगिनी पठति वा भगिनि भवती आदौ आगतवती उत्थाप्य भगिनि उत्थाप्यो समर्थयो लिङ् उता अपि इति सामान्यस्य उपपदे सति धातोः लिङ् भवति लिङ् लकारस्य कथनेन लिङ् लकारः एव भवति अपरेषां लकाराणाम् अपवादः उता अपि इतनयोः विभिन्नार्थाः सन्ति बहुत्र च सामान्यार्थे अपि नास्तः एकः अर्थः अस्ति किन्तु यत्र द्वयोः समानः भवति अवश्यं निश्चयेन इति यत्र यदा एतादृशः अर्थः विविच्यतः तस्मिन् समानार्थके अपपदे सति धातोः लिङ् भवति अस्य व्यक्तीकरणार्थं काशिकायाम् एकम् अव्ययम् उपयुक्तं भादं यस्य अर्थः एतादृशः एव अवश्यं निश्चयेन इति काशिकायाम् उत अपि इत्येतयोः समर्थयोर्धातोः लिङ् प्रत्ययो भवति सर्वलकाराणाम् अपवादः वादम् इति अस्मिन् अर्थे समानार्थत्वम् अनयोः ओताप्यो इति विकल्पेन निवृत्तः इतः प्रभृतिभूतेपि लिङ्निमित्ते क्रियातिपत्तौ नित्यं लृङ् भविष्यति खलु इतः आरभ्य किं भगिनि विकल्पेन लिङ् इति न भवति नित्यं भवति लिङ् निमित्ते नित्यं भूते अपि ओतापि इहो इत्यस्य अनुवृत्तिः नास्ति इति कृत्वा विकल्पेन यत्र क्रियातिपतौ विकल्पेन लृङ्विधानं नो चेत् लिङ्विधानम् इति न भवति. अत्र तु नित्यमपि लृङ्गेव विधानं भवति. आं भगिनि वादाप्य न वा नष्टं नास्ति. भविष्यति तु सर्वत्र एव नित्यः. प्रकृतसूत्रे च इतः अग्रे च वोतापयोः इत्यस्य वा इत्यस्य अधिकारः समाप्तः. अतः यथा भविष्यति तथैव भूते अपि लिङ्निमित्ते क्रियातिपत्तौ लुङ् नित्यं न तु वैकल्पिक. तदेव भवती उक्तवती. भविष्यति तु यथा पूर्वम् अत्रापि लिङ्निमित्ते क्रियातिपत्तौ लुङ् लकारः सर्वत्र नित्यः. सिद्धान्तकौमुद्यां बाढम् इति अर्थे अनयोः तुल्या तथा यतः प्रभृति लिङ्गनिमित्ते क्रियातिपत्तौ भूते अपि नित्यं नित्यो ऋङ्. उतश्च अपिश्च तयोः इतरेतरद्वन्द्वः उतापि तयोः उत्ताप्योः समः समानः. अर्थौ ययोस्तौ समर्थौ अथवा समौ अर्थौ ययोस्तौ समाप्तः तयोः समाप्तयोः बहुव्रीहिसमासः. लिङ्लिमित्ते लृङ् क्रियातिपत्तौ इति सम्पूर्णसूत्रम् अनुवर्तते. भूते च इत्यस्य अधिकारः धातोः प्रत्ययः परश्च इत्येषाम् अधिकारः अनुवर्तकसूत्रम्. उत्ताप्योः समर्थयोः धातोः लिङ् प्रत्ययः परश्च लिङ् निमित्ते भूते च लुङ् क्रियातिपत्तौ. अत्र उत्ताप्यसूत्रं समर्थयोर्लिङ् इति सूत्रमध्ये उत्त अपिति समानार्थक उपपदे अस्ति चेत् धातुतः लिङ् भवति. केवलं लिङ् लकार एव भवति. अकार अन्य लकारः अपवादः अस्ति. सामान्यतया उत अपि विभिन्न अर्थाः सन्ति परन्तु बहुत्र सामान्यार्थी अपि अस्ति. अत्र अर्थम् सामान्यार्थम् अस्ति अवश्यं निश्चयेन इति उत अपि अर्थं स्वीकृत्य इदं लिङ् विधेयते. सिद्धान्तकौमुद्या उक्तम् अत्र उत अपि न परन्तु बाढम् अवश्यं निश्चयेन इति न अर्थं न दत्तं. समानार्थम् इस् बाढम् इत्यनेन निश्चयम् इति अर्थः. तदेव भगिनी एकः प्रश्नः अस्ति. उतापियो समर्थयोर्लिङ्ग् तत्र लिङ् प्रत्यय लिङ् लकारः नित्यं भवति वा खलु? लिङ् नित्यं न भवति, विधानमेव नास्ति भगिनि. तत्र यत्र विकल्पेन लिङ् विधीयते स्म ओतापियोः इति सूत्रेण तस्य अनुवृत्तिः यत्र नास्ति इति कृत्वा लिङ्ग् इत्यस्य विधानमेव न भवति. तत्र भगिनी अरुणा भगिनी अधुनैव पठितवती खलु अनुवृत्तिसहितसूत्रम्. उताप्योः समर्थयोः धातोः लिङ् प्रत्ययस्य परश्च लिङ् निमित्ते भूते च लुङ् विकल् क्रियातिपद भूते च इति सूत्रे भगिनी अत्र क्रियातिपत्तो लिङ् निमित्तमस्ति क्रियातिप अस्ति चेत् भूतकाले गुं विकल्पेन भवति परन्तु नित्यं भवति. विकल्पेन 151 पर्यन्तम् अस्ति इति 152 अस्ति 33152 तत् भविष्यत्कालस्य न भूते भूतापि इत्यस्य प्रसक्तिः केवलं 33151 पर्यन्तम् अस्ति. इदानीम् अत्र भूते यदि आगच्छति तत्र भूतापि इत्यस्य प्रसक्तिः नास्ति. अतः यदि लिङ्निमित्तम् अस्ति क्रियातिपत्तिः अस्ति तत्र उत अपि निश्चयेन अर्थे अपि लिङ् लकारस्य प्रयोगः भूते या भविष्यत्काले नित्यं भवति. परन्तु उतापियो अत्र अपि नित्यं भवति वा? उतापियो इत्यस्य अर्थः नास्ति. उतापियो मीन्स् उत् अपि उपपदद्वयम् अव्यय अस्ति. उत अपि समानार्थ अस्ति चेत् समान अर्थको समान अवश्यं निश्चयेन इति तेषाम् अर्थम् अस्ति. कारणकि उत अपि तेषाम् अर्थं भिन्नं भिन्नं भवितुं शक्नोति. वयं जानीमः उत याने वा वयं अस्ति अपि आल्सो डिफरेंट मीनिङ्ग् अस्ति. केवलम् अर्थं समान भवे अवश्यं या निश्चयेन यथा बाढम् इति अन्य अव्ययपदम् अस्ति यस्य अर्थम् अवश्यम् अस्ति. उत अपि समर्थ मीन्स् समर्थ ये अन्य अव्ययानि सन्ति येषाम् अर्थं निश्चयेन इति आगच्छति तेषां कृते लिङ्निमित्तं यत्र अस्ति इति अस्ति अर्थम्. परन्तु अत्र क्रियातिपत्तौ नास्ति वा? क्रियातिपति नास्ति तत् लिङ् लकार भवति न एव. क्रियातिपति लिङ् निमित्तम् अस्ति क्रियातिपति अस्ति चेत् भूते लिङ् लकार नित्यं भविष्य लिङ् लकार नित्यम्. अवगतं भगिनि. तत्र लिङ्ग् प्रथमं लिङ्ग् एव भवति न अन्य लकारः. तदनन्तरं दत्तमस्ति सूत्रे लिङ्ग् लकारस्य उपयोग एव भवति यदि उत् अपि इति अस्ति. आमाम् ऐ थिङ्क् उतापयोः समत्योर् लिङ्ग् सूत्रम् अनन्तरम् अग्रे सूत्रे सूत्राणि सर्वं विधिलिङ्ग् एव. पश्यामः अग्रे किम् आगच्छति. तत्र द्वितीयपङ्क्तिं पठितं वा? काशिकायां निर्दर्शनम् अस्ति इति सूर्यकुमारी भगिनी पठति वा? धन्यवादः. आमां काशिकायां निदर्शनमस्ति उत कुर्यात् अपि कुर्यात् तदर्थं निश्चयेन कुर्यात् नित्येन कुर्यात् अवश्यं कुर्यात् इति उताधीयत उप्यधीयत भाडमध्ये श्यत इत्यर्थः. समर्थयोरिति किम्? उत दण्डः पतिष्यति अपि द्वारं दास्यति. प्रश्नः प्रच्छादनं च गम्यते. उत कुर्यात् अपि कुर्यात् द्वयोः अर्थः समानः अवश्यं करोति इति. उताधीयत अप्याधीयत द्वयोः अर्थं समानः. निश्चयेन पठति पठिष्यति इति कृत्वा भाडमध्येष्यत् इति अर्थः. भाडम् अध्येष्यत इति अर्थः. अधुना समर्थयोरिति किम्? द्वयोः उपपदयोः अर्थः समानः स्यात् इति किमर्थम्? यथो द्वयोः विभिन्न अर्थः सन्ति एभ्यः अनेन सूत्रेण विधिलिङ्गना विहितः. उतदण्डः पतिष्यति. दण्डः पतिष्यति किम्? अपि द्वारं दास्यति. सः द्वारं पिददाति. प्रश्नः प्रच्छादनं च गम्यते. अनयोः द्वयोः स्थलेषु अर्धः भिन्नः. प्रथमः प्रश्नवाचकः द्वितीयः बन्धनार्थे. अपि योगः धातुः इत्यस्य विधानम् इत्यर्थः. पूर्वमुक्तं समर्थयोः इत्युक्ते समानार्थः, तदर्थं भाडम् इति अर्थः। अन्ये अर्थे उत अपि भिन्न अर्थे तत्र लिङ्ग् न भवति इति सारांशः। तदेव सद् अन्ये अग्रे पठामि वा भगिनि? पठतु भगिनि, पठतु। तदैव सिद्धान्तकौमुद्यां निदर्शनमस्ति, उत अपि वा अन्यादकं हरिः। समर्थयोः किम्? उत दण्डः पतिष्यति, तदं समाप्तं खलु भगिनि? किं भगिनि? काशिकायां निदर्शनमस्ति। ओके, आमाम्, अपिधास्यति द्वारं प्रश्नः प्रच्छादार्थं च गम्यते। अस्य वाक्यद्वयं भवति, उत हन्यात् अघं हरिः, अपि हन्यात् अघं हरिः, द्वयोः अर्धः समानः। अधम् इति पदस्य अर्धः पापम्, अपि च भाडं। भाडम् इत्यर्थे अनयोः तुल्यार्धता इत्युक्तं सिद्धान्तकौमुद्याम् अपि। तत्र अघम् अपि इत्युक्ते पापम् अपि प्रयोक्तुं शक्यते। यत्र प्रश्नवाचकः भवति तादृश अर्थः अत्र तु न गृह्यते, अत्र तु बाडम् इत्यस्मिन् अर्थे एव गृह्यते इति उक्तमस्ति खलु। ओके, आम् आम्, तत्र लृग्लकारः अपि भवितुम् अर्हति, कालम् अनुसृत्य भवति। अत्र तु यत्र प्रश्नवाचकः नास्ति किन्तु किमस्ति तत्र भाडम् इत्यस्मिन् अर्थे चेत् उत इत्यस्य प्रयोगेन, अनन्तरम् अपि इत्यस्य प्रयोगेन तत्र तत्र किम् अस्ति, लिङ्ग्लकारः भवति, लिङ्ग् भवति, लिङ्ग् भवति चेत् लृङ्ग् अपि भवति, क्रियातिपत्तौ। अग्रे पठामि, उतदण्डः पतिष्यति, अत्र उत इति पदं प्रश्नवाचकं, न तु बाडम् इति अर्थे। अपि च अपिधास्यति द्वारम् इत्यस्मिन्नपि पूर्वक धातु पिधानार्थकः। यदि उताप्यो समर्थयो लिङ्ग् इति सूत्रे समर्थ इति पदं न भविष्यत् तर्हि अनेन सूत्रेण अनयोः द्वयोः स्थले अपि लिङ्ग्लकारविहितः अभविष्यत्, अनिष्टरूपम् अभविष्यत्, अभविष्यत् अनिष्टरूपं। तत्कारणेन समर्थार्थे एव उत अपि उपयुज्यते, न तु प्रश्नार्थकः। अग्रे पठामि वा अन्ये पठ भगिनि? प्रश्नप्रच्छादनं च गम्यते, तस्य अर्थं किम् अस्ति? द्वितीय आमामां, प्रच्छादनम् इति प्रच्छादनम् इत्यस्य अर्थः अहं पश्यामि भगिनि, ओपन् ओपन् न कवरिङ्ग् इति, छादनम् इत्येव छाद्यते, कवरिङ्ग् एव, कवरिङ्ग् इति तत्र अन्तर्भूतं भवति इति प्रच्छादनम्। उतदण्डः पतिष्यति इत्यस्मिन् तु प्रश्नवाचकः अस्ति, अपि धास्यति द्वारम् इत्यस्मिन् तत्र तु प्रच्छादनं न गम्यते खलु, तत्र प्रश्नः न गच्छति, प्रश्नः न भवति। किमर्थम् इत्युक्ते अपि धास्यति इत्यस्मिन् टु क्लोस् इति अर्थः भवति, न तु प्रश्नः कमा प्रच्छादनं तदम्यते इत्युक्ते उत इति अस्य प्रश्नवार्थः अपि दास्यति इत्यस्मिन् अपि इत्यस्य तु प्रच्छादनम् इत्यर्थः भवति, टु क्लोस् इत्यर्थः भवति, तदा तु भिन्न अर्थौ भवतः खलु, न तु समानार्थौ। अच्छा, ओके। उत इत्यस्य प्रश्नवाकचः भवति, अपि इत्यस्य प्रच्छादनम् इत्यर्थः गच्छति इति कृत्वा भिन्न अर्थौ स्तः, समानार्थे तत्र तु केचित् लकारमनुसृत्य भवति, कालमनुसृत्य लकारप्रयोगः भवति। अत्र तु केवलम् यत्र समानार्थकौ कुत्र भवति इत्युक्ते, अत्र यथा भाडम् इत्यस्मिन् अर्थे एव उभयोः समानार्थः भवति, उतहन्यात् अघं हरिः, अपि हन्यात् अघं हरिः इति, तत्र तु भाडं सम्यक् हन्यात् हरिः, सम्यक् गम्यात् पापं हन्यात् इति भाडम् इत्यस्य अर्थे तत्र समर्थ अर्ध विधानं भवति, तत्र केवलं लिङ्ग्लकारः अनन्तरं लोट्लकारः जायते इति। अस्तु अस्तु, भवती पठति वा भगिनि? कामप्रवेदने कच्छति इति अस्ति, स्वाभिप्रायस्य प्रकाशने नाम स्वेच्छायां गम्यमाने धातोः लिङ् भवति। कच्चित् इति उपपदं नास्ति चेत् लिङ्ग्लकारस्य कथनेन लिङ्ग्लकार एव भवति, अपरेषां लकाराणाम् अपवादः। काशिकायां स्वाभिप्रायविष्करणं कामप्रवेदनं, काम इच्छा अभिलाषा इति इत्यनर्थान्तरं तस्य प्रवेदनं प्रकाशनं, तस्मिन् गम्यमाने अकिचित् उपपदे धातो लिङ् प्रत्ययो भवति, सर्वलकाराणाम् अपवाद। स्वाभिप्रायविष्करणं नाम स्वेच्छया व्यक्तीकरणं, यथा उक्तं पूर्वतने सूत्रे, अत्र वोताप्यो इत्यस्य वा इत्यस्य अधिकारः नास्ति, अतः भविष्यति यथा तथैव भूतेऽपि लिङ्निमित्ते क्रियातिपतौ लिङ् नित्यं न तु वैकल्पिकम्। भविष्यति तु यथा पूर्वम् अत्र अपि लिङ् निमित्ते क्रियातिपतौ लिङ्लकार सर्वत्र एव नित्यः। सिद्धान्तकौमुद्यां स्वाभिप्रायविष्करणे गम्यमाने लिङ् स्यात् न तस्मिन् अकिचित् नञ् तत्पुरुष। कामप्रवेदने सप्तम्यन्तम् अकिचिति सप्तम्यन्तं द्विपदमिदं सूत्रम् उत्थाप्यो समर्थयो लिङ् इत्यस्मात् लिङ् इत्यस्य अनुवृत्ति, लिङ् निमित्ते लिङ् क्रियातिपतौ इति सम्पूर्णसूत्र अनुवर्तते। भूते च इत्यस्य अधिकारः, धातोः प्रत्ययः परश्च इत्येषाम् अधिकारः, अनुवृत्तिसहितसूत्रं कामप्रवेदने अकिच्छति धातोः लिङ् प्रत्ययः परश्च लिङ् निमित्ते भूते च लिङ् क्रियातिपतौ। अत्र अस्ति कामप्रवेदने इति, कामप्रवेदने इत्युक्ते काम मीन्स् इच्छा, इच्छा अभिलाषा ये पर्यायवाचि पदानि सन्ति, इच्छा अभिलाषा काम एते, किन्तु प्रवेदने इत्युक्ते प्रकाशने, यत् व्यक्तीकरणं भवति, स्वस्य इच्छा व्यक्तीकरणं भवति या प्रकटीकरणं भवति इति यदि अर्थं गम्यमानम् अस्ति तत्र, किन्तु कच्चित् इति उपपदं न भवेत्। कच्चित् उपपद विहाय इच्छा काम अभिलाषा इति स्वाभिप्राय प्रकाशने अर्थे, मीन्स् काम इच्छा इति प्रकटीकरणार्थे लिङ्लकारस्य प्रयोगः भवति। यदि लिङ् निमित्तम् अस्ति, क्रियातिपत्ति अस्ति, तत्र भविष्यकाले लिङ् निमित्त लिङ् नित्यं भवति, भूतकाले अपि लिङ् नित्यं भवति, कारणकि अत्र वोतापि इत्यस्य अधिकारः नास्ति। तो इदानीं दत्तमस्ति स्वाभिप्रायस्य इति, वयं जानीमः काम आगच्छति, प्रायस्य प्रकाशने इति आगच्छति, प्रकटीकरणं व्यक्तीकरणम् इति अर्थमस्ति। किमर्थमस्ति काम इच्छाभिलाषा इति अनर्थानन्तरं, इति महोदय उक्तवान् इति यदि काम इच्छाभिलाषा ते त्रय पर्यायी वाच्य सति इत्य अनर्थनम् अन्तरम् इति इत्यस्य भिन्नं यदि अर्थः अस्ति तत्र इति न भवति इच्छा भिन्ना यदि अस्ति तत्र न आगच्छति भगिनि कच्चित् इति उपपदमपि काम सूचयति वा इच्छा सूचयति कच्चित् इति वर्गे उक्तवान् त्रीणि अर्थानि अर्थाः कच्चित् प्रश्नवाचकः भवति मङ्गलं भवति अपि हर्ष यत्र आगच्छति तत्र अपि कच्चित् इति प्रयोगः अस्ति सन्ध्याभगिनी उक्तवती काव्ये सा दृष्टवती तस्य उपयोग कोऽपि उक्तवान् रामायणे अस्ति किन्तु महोदय उक्तवान् रामायणे तस्य इति अर्थः न भवति अत्र यत् प्रश्नवाचि इति भवति या मङ्गलम् इति भवेत् इति अस्ति तत्र प्रश्नवाचकं नास्ति मङ्गलमेव कुत्र नो रामायणेश विमला भगिनी पृष्टवती महोदय इति कच्चित् इति श्लोकम् आदौ कच्चित् इति दत्तमस्ति भरतः नो रामः भरतं पृच्छति कि भण्डार अर्थभण्डार सम्यक् अस्ति वा न सर्वे कुशलम् अस्ति वा न इति किन्तु महोदय इति प्रश्नवाचकः नास्ति तत्र कृतवती मङ्गलवाचक या अपि अहमपि दृष्टवती तत्र हर्ष वाचस्पति तत्र दत्तमस्ति कथं भवति तस्य सन्दर्भानुसारे कामप्रवेदन उक्तमस्ति कच्चित् अपि कामप्रवेदने एव तत्र अकच्चित् अकच्छति उक्तं कच्चित् शब्द कच्चिति शब्द कच्चित्स्य प्रयोगः न भवेत् न भवेत् तत्र कच्चित् महोदय उक्तवान् इति बहु वयं तस्य उपयोगः कुर्मः किन्तु वयं आदौ न जानीमः कियत् कामप्रवेदने अकिच्छत् इति लिङ्ग्लकारस्य प्रयोगः अस्ति अभिलाषा इच्छा वयं वदामः लिङ्ग्लकारे इति स उक्तवान् इति सामान्य व्यवहारे तस्य उपयोगः बहु सामान्यतया भवति तत्र लट्लकार भवति वा कच्चित् नो कच्चित् या अत्र अधोभागे दत्तमस्ति अहं पठामि को अन्य पठेत् अग्रिमपङ्क्तिम् एकमपि पठतु अनन्तरम् ओके काशिकायां निर्दशनं कामो मे भुञ्जीत् भवान् अभिलाषो मे भुञ्जीत क्षम्यता कामो मे भुञ्जीत भवान् अभिलाषो मे भुञ्जीत भवान् मम इच्छा अस्ति यद् भवान् खादेत् अत्र कामशब्द कामप्रवेदने अस्ति नाम इच्छायाः प्रकाशने अभिलाषायाः व्यक्तीकरणे अपि च कच्चित् इति शब्दव्यवहारे नास्ति निमित्तानि पूरितानि अथ कामप्रवेदने अकिच्छति इत्यनेन भुञ्जीत इति पदं विधिलिङ्ग्लकारे भवति अतः अत्र कामो मे मीन्स् मम कामना अस्ति इति भुञ्जीत भुज् धातुतः ईत् इति लिङ्ग्लकारस्य उपयोग लिङ्ग्लकारस्य उपयोग अस्ति प्रथम पुरुषे एकवचने भवान् भुञ्जीत इति मम कामना अस्ति इति भवान् खादेत् इति मम कामना अस्ति भवान् खादेत् इति अस्ति यथा महोदय लिखितवान् तथैव अभिलाषा काम पर्यायवाची अस्ति तस्य मम इच्छा अस्ति यद् भवान् खादेत् अत्र यदि इति वर्गे वयं कृतवन्तः यदि सः न खादेत् क्रियातिपत्ति अस्ति कथं भवति अत्र क्रियातिपति यदि अस्ति इति भवति कामो भवान् भुज् धातु भोक्ष्यति रैट् अभोक्ष्यत् इति भवति अके कामो मे भवान् अभोक्ष्यत् इति अस्ति मीन्स् न खादितवान् इति लङ्ल भविष्यकाले अर्थे भवति अपि भूतकाले अपि भवितुं शक्नोति अपि अकच्छति इति यत् अस्ति कच्चित् इति पदम् अस्ति अव्ययं तस्य सप्तमी विभक्ति कच्चित्ति इति भवति तु अत्र उपपदे सति इति सप्तम्यां तत् सप्तमोऽस्थं निर्दिष्टं तु उपपदं भवति तत् तु इति उपपदे अकच्चित्ति इति पर्युदास उपयोगः अस्ति कच्चित् न भवेत् किन्तु तस्य भिन्नम् अव्ययपदम् आगच्छति यत् आगच्छेत् वा न आगच्छेत् अपि अग्रे पठामि. सिद्धान्तकौमुद्याम् उक्तम् अकच्छत् इति किं कच्चित् जीवति. प्रकृतसूत्रे अकच्छत् इति पदं यदि न भविष्यत् तर्हि कच्चित् शब्दस्य व्यवहारे अपि कच्चित् जीवेत् इति वाक्यम् अभविष्यत् यत् अनिष्टम्. अतः तस्य प्रदर्शनार्थं कच्चित् जीवति इति लट्लकारे उदाहरणं दत्तम्. काशिकायामपि तथैव निदर्शनं दत्तम्. अकच्चित् इति किं कच्चित् जीवति ते माता कच्चित् जीवति ते पिता माराविद त्वं पृच्छामि कच्चित् जीवति पार्वती. मम माता जीवति इति आशासे तव पिता जीवति इति आशासे माराविद हे शुक पार्वती अपि जीवति इति आशासे. अत्र तु कच्चित् इति आशासे इति अस्मिन् अर्थे आगच्छति इति न तु प्रश्नवाचकः नास्ति. जीवति वा इति प्रश्नः नास्ति किन्तु ऐ विश् शी हेड् लिव्ड् इति इच्छा अस्ति अग्रे महोदयेन न पाठितं खलु कच्चित् जीवति अत्र कच्चित् उपयोगः अस्ति अत्र लिङ्ग्लकारस्य उपयोगः नास्ति लिट् लकारस्य लट् लकारस्य उपयोगः अस्ति जीवति प्रदर्शनार्थमेव तत्र अत्र तु लिङ्ग् नास्ति माता इति नास्ति अत्र तु कच्चित् जीवति इति आगच्छति. किमर्थम् इत्युक्ते आशार्थे कच्चित् इति शब्दस्य प्रयोगः कृतः इति कृत्वा तत्र सूत्रस्य प्रसक्तिः नास्ति तदा तु कालम् अनुभवति. भगिनी आशा इति आकारान्त स्त्रीलिङ्गपदं भवति तो यदि जीवति इति आशासे इति हिन्दी इति भाति मम आशासे इति किमस्ति लकारः अस्ति भगिनी धातुः अस्ति शास् धातुः. ओ अहं कि अहं हिन्दीभाषायाम् आशासे इति मम आशा इच्छायाम् इति धातुः अस्ति शास् इति धातुः. ओके तु आशासे इट् मीन्स् मध्यमपुरुष एकवचने लट् लकार तो आ इति उपसर्ग अस्ति उपसर्गयोगे शास् अस्तु धन्यवादः. अहं चिन्तयामि कथम् आशायां भवेत् सप्तमी या तृतीया यदि आशायाः इति आशाया इति भवेत् कथम् आशासे इति अस्ति अस्तु धन्यवादः. अतः एव आशा इति पदं क्रियापद तत्र नामपदमपि अस्तु अन्यत् तत्र किमपि चिन्तनीयं वा अग्रे न या तावत् पर्यन्ते केवलं अस्तु विरामः तत्र आश् इति शास् इति धातोः विषये उक्तमस्ति सः सामान्यतया आङ्पूर्वकः भवति, कुत्रचित् प्रपूर्वकः अपि प्रयोगः दृश्यते इति. प्रशासनं यथा प्रशासनम् इति भवति तद् प्रशास्महे इति. प्रशासनमिति बहु प्रशास्महे इति उत्तररामचरितस्य आदिमे श्लोके भवति इति. समानार्थः भगिनि, समानार्थः इति प्रशासनमिति अपि पालिटिक्स् भवति न प्रशासनं तस्य तत्र शास्ते इति भिन्नधातुः अस्ति. शासे इति भिन्नधातुः, शास्ते इति भिन्नधातुः इति मन्ये. खलु राजा प्रशासनं करोति, प्रशासनमिति भिन्नधातुः अस्ति. अनुशिष्टौ इति भिन्नधातुः, अदादिगणीयधातुः एव अस्ति, परस्मैपदीः अस्ति, शास्ति इति भवति. अत्र तु आत्मनेपदीयः शास् अस्ति, सः तु टु डिसियर् इत्यस्मिन् अर्थे आशास्ते इति भवति. तावदस्ति भगिनि खलु. अस्ति, धन्यवादः. शुभरात्रि. धन्यवादः भगिनि. धन्यवादः भगिनि. धन्यवादः भगिनि.